ॐ असतो मा सत्कमया, तमसो मा ज्योतिर्गमया, मृत्योर्मा अमृतं गमया। ॐ शान्ति शान्ति शान्तिः। हरिः ॐ श्रीगुरुभ्यो नमः। हरिः ॐ। नमस्ते महोदय। धन्यवादः भगिनि। सर्वेभ्यः नमः। सर्वेषां स्वागतम् अस्मिन् वर्गे। अस्माकं प्रवर्तमानविषयः अस्ति तत्र विसर्गसन्धिः। तत् तस्मिन् विषये वयं बहु किमपि अतीतवन्तः। इदानीं तत्र गीताप्रवेशे अभ्यासान् अपि कृतवन्तः। इदानीं प्रायशः तत्र पेज् 59 मध्ये तत्र बुद्धिनाशः बुद्धिनाशात् इति ततः आरम्भः भवेत् इति खलु पेज् 59 मध्ये सप्तमः। आं महोदय, तदेव। हा, शङ्करः नरकाय तत् कृतम्। इदानीं बुद्धिनाशः इति तस्मात् आरम्भं कुर्मः। तर्हि तत्र आरम्भे तत्र वेदभगिनी करोति वा? आं महोदय। बुद्धिनाशः योगः बुद्धिनाशः क्षम्यतां बुद्धिनाशः बुद्धिनाशः योगात् बुद्धिनाशः न न भगिनि बुद्धिनाशः एव बुद्धिनाशः एव ओ बुद्धिनाशः नास्ति वा? अग्रे पश्यतु बुद्धिनाशः इति अस्ति। प्रिण्टिङ्ग् मिस्टेक् अस्ति वा तत्र? बुद्धिनाशो करेक्ट् करेक्ट् या तस्य रूपं बुद्धिनाशो बुद्धिनाशात् इति दत्तं। बुद्धिनाशः योगः बुद्धिनाशात्। तत्र विसर्गस्य पूर्वम् अकार ह्रस्वकार, विसर्गस्य परे हश्वर्णः अस्ति इति कारणात् तत्र उत्वं भवति। तत्र विसर्गस्य स्थाने उत्वं भवति। तदेव तत्र बुद्धि नाश प्लस् उ प्लस् बु तत्र अकार उकारयोगो तत्र गुण भूत्वा बुद्धिनाशो बुद्धिनाशात् इति रूपम् आयाति तत्र इति मन्ये। समीचीनं वा महोदय? समीचीनं समीचीनं। ओके, बुद्धिनाशो बुद्धिनाशात् इति रूपम् आयाति। तत्पश्चात् तत्र 2.63 भगवद्गीतायां 2.63 एकनिमिषं 63 क्रोधात् भवति सम्मोहः, सम्मोहात् स्मृतिविभ्रमः, स्मृतिभ्रंशात् बुद्धिनाशो, बुद्धिनाशात् प्रणश्यति। ओके, तत्र सूत्रद्वयस्य अत्र श्लोकद्वयस्य अत्र अर्थं दीयते। ध्यायतो पूर्वसूत्रं ध्यायतो विषयानां विषयान् पुंसः सङ्गस्तेषु उपजायते, सङ्गात् सञ्जायते कामः, कामात् क्रोधोऽपि जायते। तत्र अत्र एतत् सूत्र 63 सूत्रमध्ये अस्ति। क्रोधात् भवति सम्मोहः, क्रोधात् इत्युक्ते क्रोधात् भवति सम्मोहः। सम्मोहः इत्युक्ते सम्मोहः इत्युक्ते किं महोदय? सम्मोहः सम्मोह नाम मनसि क्लेशः, तत्र भ्रमः नाम तत्र तत्र किं सत्य समीचीनं किं समीचीनं नास्ति इति तस्य क्लेशः भवति। ओके, सम्मोहात् स्मृतिविभ्रमः, यत्र सम्मोहः भवति इत्युक्ते क्लेशः भवति तत्र स्मृतिविभ्रमः इत्युक्ते स्मृति इत्युक्ते स्मरणं वा? स्मरणं स्मरणस्य विभ्रमः भवति इति वा? सत्यं सत्यं स्मरणस्य विभ्रम विभ्रम इत्युक्ते डौट्फुल् कन्फ्यूशन् अपि तत्र केवलं केवलम् अस्माकम् अस्माकं स्मृतिः न किन्तु तत्र स्मृतिवाक्यस्य अवगमने क्लेशः भवति नाम तत्र स्मृतिवाक्यम् एतद् वदति खलु एतदेव अस्माभिः करणीयं खलु इति पूर्वं तस्मिन् विषये संशयः किमपि नास्ति स्पष्टतः एव भवति किन्तु यदि क्रोधः एतत् सम्मोहः भवति तदा तत्र किं कर्तव्यम् इति नाम तत्र स्मृतिः किं वदति इति तस्मिन् विषये अस्माकं तत्र विभ्रमः नाम तत्र भ्रान्तिः भ्रान्तिः भवति भ्रान्तिः भवति मूढता भवति भ्रान्तिः भवति करेक्ट् ओके अण्ड् स्मृतिः भ्रंशात् स्मृतिभ्रंशात् यत्र स्मृति विभ्रम भ्रमः अस्ति तत्पश्चात् भ्रंशात् तत्कारणेन बुद्धिः नाशः भवति बुद्धिनाशः भवति बुद्धिनाशात् प्रणयिष्यति यत्र बुद्धिनाशः भवति तत्पश्चात् प्रणश्यति इत्युक्ते नाशः भवति सः नश्यति अतः तत्र वदतु भगिनि बेसिकलि इट्स् लैक् अ सैकल् क्रोधात् भवति समूहात् भवति स्मृतिविभ्रमः स्मृतिभ्रंशात् बुद्धिनाशः बुद्धिनाशात् सर्वमपि नश्यति इति अस्ति भगिनि समीचीनम् इति अस्ति अतः तत्र एकम् अन्यस्य कारणं भवति नाशात् तत्र अस्ति बुद्धिनाशो बुद्धिनाशात् इति रूपं तत्र अस्ति सर्वत्र तत्र कार्यकारणभावः नाम एकम् अस्ति अन्यं कृते अन्यस्य कारणम् इति अन्यं प्रति करेक्ट् करेक्ट् कार्यकारणं करेक्ट् कार्यकारणभावः अत्र अस्तु समीचीनं भगिनि धन्यवादः धन्यवादः अग्रे नरेश महोदय आं महोदय अस्तु वासः योग भवति अत्रापि विसर्गः अस्ति विसर्गात् परं व्यञ्जना अस्ति अत्र विसर्गस्य ओकारः भवति वासो भवति वासः योग भवति वासो भवति अत्र सूत्रमस्ति प्रथम अध्याये चतुश्चत्वारिंशत् उत्सन्न कुलधर्मानां मनुष्यानां जनार्दन नरके नियतं वासो भवति अनुशुश्रुम अत्र प्रथम तु जनार्दन तत् उद्बोधनमस्ति जनार्दन उत्सन्नकुलधर्माणां मनुष्यानां उत्सन्नकुल धर्माणां यः धर्मस्य चलनं न कुर्वन्ति न उत्सन्नं नाम तत्र नाशः इति वा नाशः नाम कुलस्य कुलधर्मस्य नाशः यस्य अभवत् अस्तु कोऽपि अस्ति तस्य कुलस्य धर्मस्य नाशः तेषां तत्र तस्य मनुष्यस्य अथवा तेषां मनुष्याः नरके नियतं वासो भवति अनुश्रम् तत् नरके वसन्ति वासः नरके भवति नियतं नाम बहुकालं तत्र नियतं नाम बहु सर्वदा अथवा निश्चयेन इति महोदय तत्र अनियतम् इति नास्ति वा अनियतं न नियतम् इति नरके नियतं वासो भवति इति अनुशुश्रुमान् तत् श्रूयते नाम श्रूयते अपि बहुवारं श्रूयते नरके वसति, नित्ये निशेन नरके वसन्ति इति नाम नाम यस्य यस्य कुलस्य धर्मः नष्टः, अतः कुलधर्मस्य नाश, तत्र कुल कुलधर्मस्य पालनं, कुलधर्मस्य पालनं अत्यावश्यकम् इति आवश्यकम् आवश्यकं खलु, नो चेत् तत्र नरके वासः नियतं वासः भवति इति बहुवारं तत्र वयं शृण्मः समीचीनं। तर्हि तत्र नियतं वासः भवति, तर्हि वासो भवति, समीचीनं महोदय, धन्यवादः। अग्रे निवेदत भगिनि। ध्रुवः अधिकं मृत्युः, विसर्गात् पूर्वम् अकारः अस्ति, विसर्गात् अनन्तरं पवर्गस्य मृदुव्यञ्जनं मकारः अस्ति, अतः विसर्गस्य उकारादेशः सम्पन्नः जातः। ध्रुवो मृत्युः द्वितीय अध्यायस्य जातस्य हि ध्रुवो मृत्युर्, ध्रुवं जन्म मृतस्य च तस्मात् परिहार्येथे, तस्मात् परिहार्येथे न त्वं शोषितुमर्हसि। तस्मात् अपरिहार्येथे न त्वं शोषितुं तुमुनस्ति, शोषितुम् अर्हसि। अत्र देहिन शब्द अस्ति खलु, देहिन मतलब जिसका देह है। समीचीनं भगिनि, तथैव अस्ति। यः देहिन अस्ति तस्य जन्म तथा मृत्यु निश्चितमेव अस्ति खलु, अतः तस्य तत्कारणात् तस्य शोकः न करणीयम्। नाम जातस्य जातस्य नाम जन्म अभवत् तस्य मृत्युः निश्चितं तथा यस्य मृत्युः भवति मृतस्य जन्म अपि निश्चितमस्ति, निश्चितम् अस्ति। अतः तत्र तद् एतदेकं चक्रमेव अस्ति, चक्रमेव अस्ति, समीचीनं। अतः तस्मात् अपरिहार्ये अर्थे, अपरिहार्ये अर्थे तत्र विभक्तिका तत्र अपरिहार्ये सप्तमी, सप्तमी अपरिहार्यः अपरिहार्ये अर्थः अर्थे अर्थे अर्थे अर्थे इति तत्र सप्तमी अस्ति, तत्र किमपि किमर्थं सप्तमी तत्र सतिसप्तमी अस्ति, न न सतिसप्तमी नास्ति, तत्र अग्रे अस्ति त्वम् अपरिहार्ये अर्थे न त्वं शोचितुं, शोचितुं तत्र शोकं शोकं न कर्तुं शक्नोति, शोचितुं न उत्तमं, न उत्तमम् अस्ति, अर्हसि। तर्हि किन्तु तत्र शोचितमस्ति चेत् तत्र कस्मिन् विषये इति आगच्छति, कस्मिन् विषये शोकः इति, अतः तत्र अत्र विषय सप्तमी, विषयसप्तमी नाम अर्थे, एतस्मिन् अर्थे विषये शोचितुम् अर्हसि न अर्हसि नाम कीदृशः अर्थः अस्ति, अपरिहार्यः नाम परिहारः यस्य भवति तत्र परिहार्यः, परिहारः अस्ति, परिहार्य न कर्तुं शक्नोति, अतः अपरिहार्यः अतः तत्र तत् निवारणं कर्तुं शक्नोति, निवारणं न नास्ति, अतः तत्र तस्मिन् विषये वयं न शोचितुं सः न शोचितुम् शोकं न योग्यं वा, योग्यं हा तस्मिन् विषये शोकः योग्यता अर्हता समीचीनम् अर्हता नाम तत्र तत् समीचीनं नास्ति इति हा अस्तु समीचीनम् अस्तु अपि तत्र अस्माकं पदं तत्र कुत्र अस्ति तत्र ध्रुवः मृत्युः तर्हि ध्रुवो मृत्युः इति मृत्युः नित्यमिति निश्चयमिति निश्चितम् ध्रुवः नाम तत्र स्थिरः नाम निश्चितः अस्ति खलु ध्रुवनक्षत्रं नाम तत्र निश्चितस्थले अस्ति स्थिरस्थले अस्ति तथैव एतदपि निश्चितम् अथवा निश्चय अस्ति तस्य तत्र तस्मिन् विषये एतत् जन्ममरणरूपं यत् चक्रम् अस्ति तत्र तस्य निवारणं न कर्तुं शक्नोति एतद्विषये शोकं न करणीयम् इति अस्ति खलु इति अस्ति भगिनि समीचीनम् अस्तु समीचीनं धन्यवादः अस्तु अग्रे तर्हि शोभा भगिनी अग्रे आं महोदय अग्रिमं कुन्तीपुत्रः योगः युधिष्ठिरः कुन्तीपुत्रो युधिष्ठिरः इति भवति तत्र अतः परस्य विसर्जनीयस्य अतिहर्षि च उत्त्वम् इति भाटसूत्रं तर्हि तत्र अतः परस्य किमस्ति कुन्तीपुत्रः अतः परस्य हर्षवर्णः अस्ति हषि भवति उत्त्वं भवति तर्हि कुन्तीपुत्रो युधिष्ठिरः इति भवति तर्हि प्रथमाध्याये षोडशः श्लोकः तर्हि अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः नकुलः सहदेवः च सुघोषमणिपुष्पकौ तर्हि इदानीं युद्धस्य आरम्भः आरम्भः भवन् अस्ति अपि च तत्र सर्वे तेषां शङ्खान् धमन्ति तर्हि तत्र इदानीं युधिष्ठिरः अनन्तविजयं कुन्तीपुत्रः राजा युधिष्ठिरः अनन्तविजयं नकुलः सुघोषं सहदेवः च मणिपुष्पकं धमन्ति इति अर्थः तत्र तावदेव अस्ति तत्र तावदेव समीचीनं भगिनि हा तर्हि अस्माकं पदमस्ति तत्र कुन्तीपुत्रो युधिष्ठिरः इति अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः इति तत्र उत्त्वं तदनन्तरं गुणः भूत्वा ओकारः भवति तत्र ओकारः समीचीनं समीचीनं भगिनि धन्यवादः धन्यवादः केन सूत्रेण उत्त्वं भवति तत्र केन सूत्र सूत्रम् अतिहषि अतिहषि च उत्त्वं तत्र रेफस्य स्थाने उत्त्वं भवति तर्हि सूत्रेण तदेव चिन्तयन्ती अस्मि तत्र अस्ति न करपत्रे लेट् मी सी अतः परस्य विजर्सनीस्य अशीहति च उत्त्वं भो भगो अघो अघो पूर्वस्य योषि लोपशाकल्यस्य न तद् न किमस्ति अति हषि इत्युक्ते तत्र हषि च इति प्रायशः भगिनि न हषि च इत्यनेन दीर्घः किमपि भवति तत् नास्ति तत्र करपत्रे अपि तद् नास्ति तत्र सूत्रस्य कोऽपि विवरणं नास्ति तत्र चतुर्थभाटसूत्रम् अतः षष्ट्यन्त ओके वि विल् सी लेटर् नो प्राब्लम् चतुर्थ सोपनं खलु तत्र चतुर्थसोपान तत्र तत्र बालसुगो बालः अस्ति बाल गर्भशानयोर्विसर्जनीयः अतो रोर् प्लुतादप्लुते तत्र अतो रोर् प्लुतादप्लुते इति ओ ओ ओ ओके ओके ओके ओके अतो रोर् प्लुलात् ओके या दाट् ऐ वास् ट्रैङ्ग् फार् रोर् प्लुलात् बट् अतो ऐ फर् गाट् ओके ऐ गाट् इट् नौ ऐ गाट् इट् समीचीनं वा भगिनि तत्र करपत्रे आसीत् अहमपि दृष्ट्वा एव समीचीनं अतो रोर् अप्लुदात् अप्लुते इत्यात् रोः इत्यस्य अनुवृत्ति ऋत उत् इत्यस्मात् उत् इत्यस्य करेक्ट् महोदय वै तदेव तदेव तदेव खलु अस्तु समीचीनं रो रप्लुतात् अप्लुते ओके हा अस्तु तर्हि तत्र भवती एव अग्रे भगिनि अस्तु महोदय तत्र एकनिमिषं इति सूत्रं सिक्स् वन् वन् ओके कुन्तीपुत्रः युधिष्ठिरः कृतवती भगिनि नख योगः राज्येन नख तत्रापि अकार विसर्गस्य पूर्व अकार अस्ति विसर्गस्य परे हश्वर्ण अस्ति इति कारणतः हश्वर्णः या हश्वर्ण अस्ति इति कारणतः विसर्गस्य स्थाने उत्वं भवति अतो रो रुप्लुता तप्लुते इति सूत्रेण ऋकारस्य प्रथमतया नस् भवति सकारस्य ऋत्वं भवति ससजुसो रुः इत्यनेन ऋत्वस्य अग्रे अर्थो अतो रो रुप्लुता दुप्लुते इति सूत्रेण उत्वं भवति उत्वं भूत्वा न इत्यस्य अकारस्य अकारः अस्ति तत्पश्चात् उकारः अस्ति तत्र गुणसन्धिः भवति तदेव नो इति भवति नो राज्येन तदेव रूपम् नो राज्येन इति प्रथम अध्याये त्रिंशत्तमं सूत्रं 132 ओके नकांक्षे विजयं कृष्ण न च राज्यं सुखानि च किं नो राज्येन ओके किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा ओ गोविन्द कृष्ण नाकाङ्क्षे विजयम् ओ कृष्ण विजयस्य विषये मम कोऽपि आकाङ्क्षा नहि आकाङ्क्षा न विजयस्य विषये कोऽपि आकाङ्क्षा न जिगीषयामि इति वदामि वा इच्छामि विजयस्य इच्छा नास्ति तत्र न च राज्यं सुखानि च न राज्यं राज्यं सुखानि यत् कुत्र कदा न राज्यं न राज्यस्य सुखम् अपि न मम मनसि कोऽपि आकाङ्क्षा अस्ति आकाङ्क्षा नास्ति विजयस्य विषये नास्ति अपि च राज्यं सुखानि एतद् विषये अपि कोऽपि आकाङ्क्षा नास्ति किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा राज्यस्य किं प्रयोजनं गोविन्द किं भोगैर्जीवितेन वा अपि च किं भोगैर्जीवितेन वा इत्युक्ते किं भोगैर् जीवितेन वा भोगैः जीवितेन वा इत्युक्ते जीवने यद् किमपि भोगैः अस्ति तस्य भोगैः जीवितेन वा जीवितेन इत्युक्ते किं वदामि अस्य जीवस्य वा जीव किं तत् प्रातिपदिकं किम् अस्ति तत्र जीवितेन वा जीवित जीवित कृदन्तपदं वा जीवित जीवित सो किं नो राज्येन गोविन्द किं भोगैः जीवितेन वा इत्युक्ते किं वदामि मम मनसि अस्ति परन्तु शल् ऐ से इन् इङ्ग्लिश् संस्कृते वदामि इति मनसि अस्ति परन्तु किं वदामि इत्युक्ते किं नो राज्येन गोविन्द वाट् इस् द यूस् आफ् दिस् किङ्ग्डम् or the luxuries or even life itself tasya kim prayojanam means itte I do not want any success victory I don't want kingdom I don't want any pleasures what is the king use of kingdom to us or the luxuries or even the life itself kya what is the prayojanam for all of this so he is dejected that you know he doesn't want to kill his own kinsman in the battle so he is telling Krishna what is the use of all this when everybody is going to be dead in this war so that is what I am understanding mahode kimartam sankutena kim vadami tad bhavan vadutu mahode nana bhavati vadutu uktva citavateva nama tatra jeeven etadrusha bhoga yukta jeevitena tatra jeevane bhogaha bhaveyuh तत्र कर्मणि प्रयोगः अस्ति वा महोदय सत्यं भगिनि भोगैः भोगैः किं भवति अतः तत्र राज्यं भवति चेत् अपि तेन किं भोगाय भोगः भवति अस्ति भोगाः सन्ति चेदपि तैः किम् इति तत्र पृच्छति नाम तत्र प्रयोजनं नास्ति तत्र न इच्छामि एतत् सर्वं न इच्छामि इति समीचीनं भगिनि सम्यक्तया उक्तवती अतः तत्र किमपि वक्तव्यं नासीत् तत्र नः इति पदस्य नः इति इत्युक्ते किं किं नः राज्येन नः राज्येन तर्हि नः इत्युक्ते किम् अस्ति नः द्वितीया चतुर्थीया षष्टमी युष्मद् अस्मद् पदस्य तत्र अस्ति समीचीनं नाम अस्माकम् अस्मभ्यं अस्माकं तत्र अस्माकं कृते तत्र किं किमपि नास्ति राज्येन प्रयोजनं नास्ति अस्माकं तावदेव अस्तु समीचीनं भगिनि अस्तु अग्रे नरेश् महोदय धन्यवादः धन्यवादः प्रवृद्धः योगलोकान् अत्र विसर्गः अस्ति तत्परं व्यञ्जना अस्ति तत्र विसर्गस्य उकारः भवति ओकारः भवति प्रवृद्धो लोकान् प्रवृद्धो लोकान् भवति अत्र श्लोकः अस्ति द्वात्रिंशत् एकादश अध्याये द्वात्रिंशत् श्लोकः अस्तु अत्र अस्ति श्रीभगवान् उवाच कालोऽस्मि लोकक्षयकृत् प्रवृद्धो लोकान् समाहर्तुं तुम् इह प्रवृत्तः ऋते अपि त्वां च त्वां न भविष्यन्ति सर्वे ये अवस्थिताः प्रत्यनीकेषु योधाः श्रीभगवान् उवाच श्रीकृष्णः वदति कालोऽस्मि एतत् समयः अस्मि कालोऽस्मि एतत् लोकक्षयकृत् प्रवृद्धो तत् लोकक्षयक्षय तस्य लोकस्य नाशं भवति कृत् हा प्रवृद्धः प्रवृद्धः कालः नाम तत्र प्रवृद्धः तत्र कर्तुं शक्ति नाम महान् तत्र लोकस्य कालो तत्र पुनः एकवारं तत्र श्लोकं पठतु महोदय कालो कालो अस्मि लोकक्षयकृत् प्रवृद्धो हा लोकक्षयकृत् नाम यः लोकस्य नाशं क्षयं कर्तुं शक्नोति हा सः अथवा करोति यः करोति लोकक्षयकृत् यः करोति सः कृत् लोकक्षयकृत् इत्युक्ते यः लोकक्षयं करोति अपि प्रवृद्धः कालः तत्र विशेषणविशेषभावः प्रवृद्धः कालः अत्र कालो अस्मि अहमस्मि हा कालः अस्मि अस्मि तत् केवलं कालः अस्मि कालः कः इत्युक्ते नाम लोकक्षयकृत् प्रवृद्धः नाम लोकस्य नाशः कालेन भवति खलु अग्रे लोकः प्रवृद्धः प्रवृद्धः इति तत्र प्रायशः तत्र महान् अपि अथवा तत्र वृद् इति अस्ति धातुः तर्हि तत्र अन्यः अर्थः अपि भवेत् किन्तु महान् इति चिन्तयामि हा नाम महान् कालः भवान् तु जानाति महाकालः महाकालः अस्ति लोकान् समाहर्तुम् इह प्रवृत्तः अत्रापि समाहर्तुं प्रवृत्तः तस् लोकस्य समाहर्तुं तत् नाशम् अस्ति हा नाशः इदानीं तत्र प्रवर्तमानः अस्ति नाम प्रवृत्तः अस्ति प्रवर्तमान तत्र तत् कार्यं प्रचलन् प्रचलत् अस्ति अस्ति ऋते अपि समाहारः प्रचलन् अस्ति अस्ति ऋते अपि त्वां न भविष्यन्ति सर्वे भवान् तत्र नास्ति चेत् अपि कोऽपि न भविष्यन्ति हा तत्र नाम ऋते अपि त्व न भविष्यन्ति सर्वे ये अवस्थिताः प्रत्यनिकेषु अनीकेषु योधाः नाम तत्र ऋते अपि नाम ऋते इत्युक्ते तत्र एक्सेप्ट् इति अर्थे नाम ऋते अपि न इति नाम तत्र नो एक्सेप्शन्स् इति अर्थः नाम तत्र सर्व त्वम् अपि तत्र अर्जुनः अपि तत्र ये अवस्थिताः अन्यस्मिन् तत्र सैन्ये योद्धाः ये सन्ति सर्वे अपि तत्र न भविष्यन्ति हा तत्र हा न तत्र तेषां तत्र नाशः इति तत्र तादृशमेव अस्ति वा तत्र अन्य कोऽपि वक्तुम् इच्छति वा अत्र तत्र किमस्ति तत्र ऋते अवस्थिताः प्रत्यानितेषु योद्धाः भविष्यन्ति इति अस्ति खलु न भविष्यन्ति हा ऋते अपि ऋते अपि न त्वा न भविष्यन्ति अपि त्वा न भविष्यन्ति सर्वे ये अवस्थिताः प्रत्यानिकेषु योद्धाः तत्र किं सर्वे अन्ये योद्धाः भविष्यन्ति किं किन्तु केवलं तत्र किम् अर्जुनः भवति इति वा किं कोऽपि तत्र वद् पठतु भगिनि पठतु मोहनसि स्पष्टता नास्ति अत्र धन्यवादः तत्र पुस्तके पश्यन्ती अस्मि लोकक्षयकृत् प्रवृद्धः कालः अस्मि, लोकान् समाहर्तुम् इव इह प्रवृत्तः, त्वां ऋते भवतं विहाय इति भवति तत्र इति मन्ये महोदय, किन्तु दृष्ट्वा वदामि, त्वां ऋते हा प्रत्यनीकेषु ये अवस्थिताः योधाः सर्वे अपि न भविष्यन्ति. त्वां विना इत्युक्ते त्वां विना एक्सेप्ट् यु एव्रिवन् एल्स् विल् नाट् सर्वैव् इविन् वितौट् यु. इवन् वितौट् यु इति नास्ति तत्र, तत्र लो तदेव अस्ति वा, हा तदपि in the battle will cease to be, they will die even whether you are there or you are not there, they would satyam aham sarvan lokan samhartum pravruddha kalosmi, correct, pratipaksha saimyeshu ye yodhah santi bhishma drona prabhrutayah tan tvam na marayasi chedapi avashyam maya te maritah bhavishyanti, correct. त्वामृते इत्युक्ते विना भगिनि नाम तत्र तत्र अतः तत्र यदि अर्जुनः अस्ति नभ तत्र अन्येषां मरणं निश्चितं इदानीमेव ते मारिताः सन्ति इति अस्तु नाम तत्र महाकालः इति भगवान् अस्ति कृत्वा समीचीनं हा तत्र प्रायशः भगिनी तत्र ऋते इति अस्ति खलु ऋते इति त्वारुते त्वां त्वारुते इति त्वां ऋते त्वां ऋते अपि तत्र तत्र स्वरूपमहोदय वदति तत्र वयं सर्वदा चिन्तयामः ऋते नाम विना इति किन्तु तत्र सूक्ष्मभेदः वर्तते अस्तु हा नाम विनः इत्युक्ते अस्तु तत्र किं किं कार्यं कृतवन्तः इत्युक्ते तत्र किं किं कार्यं कृतवान् इत्युक्ते अस्तु एतत् सर्वं कृतवान् किन्तु एतत् न कृतवान् अतः तत्र एतत् कार्यं ऋते अन्यानि सर्वाणि कार्याणि अहं कृतवान् नाम एक्सेप्ट् एक्स्क्लूडिङ्ग् तत्र विना इत्युक्ते तत्र रामं विना अन्ये सर्वे जनाः गतवन्तः इति नाम तत्र रामः न गतवान् अस्तु किन्तु अन्ये जनाः गतवन्तः इति किन्तु तत्र एक्सेप्ट् इति ऋते इत्युक्ते केवलम् एक्सेप्ट् इति अस्ति किन्तु तत्र महोदय तथा न भवति एक्सेप्ट् इति अपि अर्थः अस्ति चेदपि तत्र एक्सेप्ट् यु इति न भवति भवति अत्र समीचीनम् अत्र अस्मिन् श्लोके वितौट् यु वितौट् इति आलरेडि डन् म्रियन्ते एव भवानपि किमपि न कर्तुं शक्नोति तदपि समीचीनं अतः तत्र अत्र ऋते इति प्रायशः तत्र विना इति अर्थे एव अस्ति अस्तु अस्तु अस्तु अस्तु धन्यवादः भगिनि समीचीनं धन्यवादः तर्हि तत्र भेदः वर्तते किन्तु अत्र विना इति रूपे एव अर्थे एव अत्र अस्ति प्रयुज्यते अस्तु उत्तमम् अस्तु धन्यवादः अस्तु इदानीम् अग्रे तर्हि तत्र प्रवृद्धलोके नरेश् महोदय तर्हि इदानीं तत्र निवेदित भगिनि अग्रे युधानः अधिकं विराटः युधानो विराटः विसर्गात् पूर्वम् अकारः अस्ति अनन्तरं ह्रस्ववर्णः अस्ति मृदुव्यञ्जनमस्ति अतः विसर्गस्य उकारः भवति युयुधानो विराटः चतुर्थश्लोकः अत्र शूरा महेश्वासा भीमार्जुनसमायुधि युयुधानो विराटश्च द्रुपदश्च महारथः. महेश्वासा हमने ये किया है शायद ना. महेश्वासा कृतवन्तः. युयुधानः विराटः गतवर्गे अपि कृतवन्तः युयुधानः. भगिनी तर्हि तत्र अग्रिमं करोति वा. उक्तः ऋषिकेशः विसर्गात् पूर्वम् अकारः अस्ति अनन्तरं हकारः हश्वर्णः अतः विसर्गस्य उकारः भवति. उक्तो ऋषिकेशः चतुर्विंशति. सञ्जय उवाच एवमुक्तो ऋषिकेशो गुडाकेशेन भारत तेनयोर् उभयोर्मध्ये स्थापयित्वा रथोत्तमम्. गुडाकेशेन भारत गुडाकेश विशेषणमस्ति खलु अर्जुनस्य. एतदपि कृतं खलु पुरुषमुर्गे. समीचीनं भगिनी अस्ति. तर्हि तत्र भगिनी प्रायशः तत्र अग्रे अपि तत्र प्रथम अध्याये प्रायशः तत्र अनेकान् श्लोकान् वयं पठितवन्तः. तर्हि हा भगिनी तर्हि तत्र अग्रे अपि तत्र श्लोकः यः अस्ति तदपि प्रथमे अध्याये एव अस्ति. तर्हि इदानीं तत्र श्लोकं मास्तु किन्तु भवती अग्रे किञ्चित् पठतु भगिनि तर्हि. आम् एतेषु उदाहरणेषु अकारात् परतः विसर्गे विद्यते विसर्गो विद्यते तस्मात् च परतः मृदुव्यञ्जनानि सन्ति तत्र विसर्गस्य उकारादेशः सम्पन्नः उकारे कृते गुणसन्धिः. उकारे कृते गुणसन्धिः अकार उकार अस्ति खलु मतलब उक्तः मध्ये विसर्गात् पूर्वम् अकारः विसर्गस्य उकारः भवति अतः गुणसन्धिः भवति ओकारः भवति. अपि तत्र अकारे कृते इति तत्र सप्तमी उकारे कृते उकारे क्षम्यताम् उकारे कृते इति तत्र सप्तमी तत्र सतिसप्तमी अस्ति. सतिसप्तमी उकारे कृते यदा यदा उकारः कृतः तदा गुणसन्धिः कुर्यात् भवति गुणसन्धिः भवेत्. अस्तु समीचीनम् अस्तु भगिनि. हा अग्रे तर्हि तत्र अग्रे तर्हि शोभा भगिनी अग्रे. आं महोदय एतद् उदाहरणं परिशीलयत. तुमुलः योगः अभवत् तर्हि तुमुलः योगः अकारः योगः विसर्गः योगः अकारः योगः भवत्. इदानीं तुमुल् इति वक्तव्यमासीत्. तदनन्तरं तुमुल् योगः अकारः योगः उकारः योगः अकारः योगः भवत्. तदनन्तरं तुमुल् योगः ओ योगः आयोगः भवत्. अन्ते तुमुल् योगः ओ योगः भवत् पूर्वरूपसन्धिः अन्ततो गत्वा तुमुलो भवत् इति रूपं सिद्ध्यति. एतस्मिन् उदाहरणे अकारात् परतः विसर्गो विद्यते विसर्गः विद्यते तस्माच्च परतः अकारः अस्ति तत्र विसर्गस्य उकारादेशः सम्पन्नः उकारे कृते गुणसन्धिः ततः पूर्वरूपसन्धिः. अस्तु इदानीं तत्र तुमुलो भवत् इति अन्तिमरूपं तर्हि तुमुलः योगः अकारः, तुमुल् योगः अकारः इत्युक्ते विसर्गात् प्राक् अकारः, परः अपि अकारः, तर्हि तत्र किम् अतोरोरप्लुदात् अप्लुते इत्यनेन उकारः भवति इति इदानीं चर्चितवन्तः. तर्हि तुमुलो अभवत् इति भवति इदानीं. तुमुलो इत्युक्ते तुमुलो योगः अभवत् इति भवति इदानीं. तुमुलो अपि च तत्र नष्ट अकारः दृश्यते, अवग्रहचिह्नः तुमुलो अभवत्. तत् कथं भवति इत्युक्ते एङ्गः पदान्तात् अति इत्यनेन पूर्वपरयोः पूर्वरूप एकादेशः भवति तत्र. अतः तुमुलो इत्यस्य ओकारः तस्मात् परम् अभवत् इत्यस्य अकारः, तयोः ओकारः एव आगे आदेशः भवति, एकरूपादेशः, पूर्वरूप एकादेशः भवति. अतः तुमुलो भवत् इति रूपं तत्र. तर्हि सूत्रे द्वे सूत्रे समीचीनं. अतो रोर् अप्लुताद् अप्लुते तदनन्तरं तेन ओकारः, तेन उत्वम् आद्गुणः इत्यनेन गुणः ओकारः. तदनन्तरं एङ्गः पदान्तात् अति पदान्तात् एङ् एवो ऐवो एवो एवो ऐङ् इति इङ्गः वदामि एकक्षणं. पदान्त एङ् वर्णात् ह्रस्वाकारे परे एङ् इत्युक्ते तत्र एकारात् अस्ति औच् ए ओ एव ए ओ एव इत्युक्ते एङ्गः ए ओ तत्र तुमुलो इति अस्ति ओकारः. एङ्गः पदान्तात् एङ्गः अन्ते एङ् वर्णः भवेत् ओकारः. अति एङ्गः पदान्तात् अति अतिपरे परवर्णः अत् एव भवेत् तत्र अभवत् इति अस्ति. अतः तत्र तदा पूर्वपररूप एकादेशः भवति तुमुलो भवत् इति पूर्वरूपसन्धि पूर्वरूपसन्धिः इत्युक्ते तदेव पूर्वपररूप एकादेशः. तर्हि अग्रे एतस्मिन् उदाहरणे अकारात् परतः विसर्गो विद्यते, तस्माच्च परतः अकारः अस्ति, तत्र विसर्गस्य उकारादेशः सम्पन्नः. तत्र अतरोरप्लुतात् अप्लुते उकारे कृते गुणसन्धिः आद्गुणः, ततः पूर्वरूपसन्धिः, तत्र एङ्गः पदान्तात् अति इति. अपि च तुमुलो भवति इति प्रथमाध्याये किं कृतवन्तः वा तत शङ्खस्य पणवाहनकमुख सरसा कृतवन्तः अस्तु. तर्हि तत्र अग्रे पठतु भगिनि. अस्तु महोदय. अग्रे तस्मात् अकारात् परस्य विसर्गस्य उकारो भवति अकारे मृदुव्यञ्जने इत्युक्ते हसि च परे उकारे कृते गुणसन्धिः नित्यमेव भवति. अकारे परे तु ततः नित्यं पूर्वरूपसन्धिः इति विशेषः. तदेव इदानीम् उक्तम्. इदम् अवधेयं निमित्ते सत्यपि अव्ययसम्बन्धिनः ऋकारान्तशब्दसम्बोधनसम्बन्धिनः च विसर्गस्य उकारो च न भवति. अस्तु इदानीं विषयः निमित्ते सत्यपि अव्ययसम्बन्धिनः यदि अव्ययः आगच्छति अपि च ऋकारान्तशब्दसम्बोधनसम्बन्धिनः ऋकारान्त अस्तु तत्र इदानीं पुनः इति अस्ति प्रथमं पदं पुनः तद् अव्ययम् अस्ति. तदनन्तरम् अत्र इति अस्ति पुनः योगः अत्र पुनरत्र इति अत्र इति ऋकारान्तशब्दं सम्बोधनसम्बन्धिनः तत्र सम्बोधन अस्तु तर्हि तत्र ऋकारान्त तु अस्ति अत्र इति सम्बोधन नास्ति किन्तु अग्रिमे अग्रिमे उदाहरणे अग्रे उदाहरणमस्ति आं महोदय च विसर्गस्य उकारोः न उकारो न भवति इत्युक्ते इदानीं पुनः इति अव्ययम् अस्ति अतः तत्र पुनोत्र इति न भवति पुनरत्र एव तत्र पुनर् इति प्रातिपदिकं नीत्वा योगः अत्र पुनरत्र इति एव भवति तत्र हा प्रातः गच्छति तथा एव प्रातः योगः गच्छति प्रातर् योगः गच्छति प्रातर् गच्छति प्रातो गच्छति इति न भवति हे पितः योगः अत्र हे पितरत्र हे होतः योगः गच्छ हे होतर् गच्छ तत्र प्रातिपदिकरूपं नीत्वा सर्वत्र वर्णमेलनं तदनन्तरं खलु पितृ इति शब्दः न तत्र हे पितः पितः इति सम्बोधन तत्र सम्बोधन इति अपि क्षम्यताम् उक्तं ऋकारान्त अथवा ऋकारान्तशब्दः अथवा सम्बोधनसम्बन्धिनः तत्र हे पितः इति सम्बोधन शब्दः तत्रापि न भवति हे होतः इति अपि सम्बोधन शब्दः अतः तत्रापि तौ ते पदे तु अव्यये न स्तः किन्तु सम्बोधनरूपाणि तत्रापि निमित्तं सत् अपि तत्र कार्यं न भवति उकारं न भवति ओकारं न भवति केवलं रेपः आगच्छति तत्र होत् हा इदानीं तत्र पितः इति पितृ इति अस्ति पितृ इत्यस्य तत्र पितर् इति भवति तर्हि पितर् इति गुणकार्यं गुणः पितरत्र इति भवति होता इति अपि होतृ एव भवेत् तत्र होतृ हा तर्हि होतर् इति भवति होतर् होतर् गच्छ इति भवति तत्र गुणः तु तत्र परवर्णः अकारः तर्हि तत्र किं ऋकार अकार ऋकारात् परे अकारः अस्ति चेत् आत् गुणः इति अस्ति तत्र केन किं सार्वधातुकार्धधातुकयोः इति वा किं भगिनि तत्र गुणः कथं भवति तत्र ऋकारः योगः अकारः ओ पितृ इति शब्दस्य सार्वधातुकार्धधातुकयोः इति वा ओ पितृ योगः सकार तत्पश्चात् सार्वधातुकपदमस्ति न तत्र पदम् अस्ति तत्र सकारस्य तत्र किम् अस्ति तत्र ओ सत्यं सुबन्त अस्ति खलु आमामां तत्र पितः योगः सु अत्र योगः सु अस्तु तयोः लोपे प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन तत्र ते तयोः प्रभावः अस्ति अपि च गुणः भवति सु इति प्रत्ययः अर्धधातु किं तत्र सुबन्तप्रत्ययः सुबन्तप्रत्ययः सु हि पितृ इस् अ प्रातिपदिकं पितृ इस् अ प्रातिपदिकं तस्य सु इति प्रत्यय योजयित्वा किं भवति ऋकारस्य तद् नास्ति अत्र पितृ स एव तिष्ठति सकारस्य ऋत्वं भवति ससजितो ऋति इत्यनेन बट् ऋकारस्य किं गतिः इति कोऽपि सूत्रमस्ति वा न जानाति भगिनि अस्ति अहं चिन्तयामि अत्र पितः तु तस्य प्रथमाविभक्ति अत्र अस्ति चेत् तस्य विसर्गस्थाने अकार आगच्छति तदा उरन् रपरः भवति तत्र विसर्गस्य स्थाने अकार आगच्छति चेत् पितृ उरन् रपरः भवति तस्य स्थाने रेफा आगच्छति, अतः ऋकारस्य ऋतो ङि सर्वनामस्थानयो इति एकसूत्रमस्ति. ऋतो ङि सर्वनामस्थानयोः तद् सूत्रेण तत्र गुणादेशः भवति. ऋकारस्य गुणः अकारः उरण् रपण इति रपरः सो पितर् इति रूपम् आयाति पितर्. तत्पश्चात् हल्ङ्याभ्यो दीर्घा सुचि च पृष्टं हल् इत्यनेन सकारस्य लोपः भवति. पितः एतत् अवसाने परे खरवसाने और् विसर्जने इति पदान्तरेफस्य विसर्गः तदस्ति. ओके, सो बेसिकलि ऋतो ङि सर्वनामस्थानयोः इति सूत्रेण गुणादेशः भवति. विस्मृतवती कम्प्लीट्लि टोटलि. ऋत इत्यपि अस्ति. अस्तु, ऋतो ङि सर्वनामस्थानयोः इति गुणादेशः. अस्तु अस्तु भगिनि, धन्यवादः. तर्हि तत्र रूपं स्थापयामः. तर्हि तत्र अव्ययम् अस्ति चेत् तत्र उकारः न भवति, केवलं तत्र रेपः अथवा तत्र अर् पुनरत्र पुनर्गच्छति अथवा ऋकारान्तशब्दसम्बोधनम्. तत्र ऋकारान्तशब्दः अव्ययं नास्ति, किन्तु ऋकारान्तपदम् अस्ति चेत् पितृहोत्र अपि सम्बोधनम् अस्ति चेत् तत्र तदापि उकारः न भवति, उकारः न भवति इति. अस्तु अस्तु, आं तत् स्थापयामि मनसि. अस्तु तर्हि अग्रे, अस्तु तर्हि अग्रे सरामः. तर्हि वेदभगिनी अग्रे अग्रे रिक्तस्थानानि पूरयत. तत्र प्रकृतिस्थः योगः हि, तत्र विसर्गस्य पूर्वम् अकार, विसर्गस्य परं हश्वर्णः अस्ति इति, हश्वर्णः अस्ति इति कारणतः तत्र हशि च इति सूत्रं कार्यं करोति. हशि च सूत्रेण तत्र विसर्गस्य स्थाने उत्वं भवति. हशि च सूत्रेण विसर्गस्य स्थाने उत्वं भवति. एतत् सूत्रं हशि च अतो रोरुप्लुदात् अप्तुते तत् सूत्रस्य परे अस्ति, तदेव तत्र उत्वस्य अनुवृत्ति आयाति पूर्वसूत्रेण. सो हशि च सूत्रम् उत्वं भवति. तदेव तत्र प्रकृतिस्थ योगः विसर्गः योग हि, प्रकृतिस्थ योगः ऊ योग हि, अकार उकार योगो तत्र ओकार भवति, प्रकृतिस्थो हि इति रूपम्. अस्तु समीचीनम्. अस्तु, तद् पश्चात् किं 13.21 किम् अस्ति, 13, 14, 15, 16, 21. ओके, पुरुष प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान् गुणान्, कारणं गुणसङ्गोऽस्य सदा सद्यो निजन्मसु. पुरुष प्रकृतिः तत्र अस्ति, प्रकृतिस्थो, प्रकृतिस्थो हि अस्तु तत्र तस्य उदाहरणं तस्य तत्र अस्ति. पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान् गुणान्, प्रकृतिजान् गुणान् इत्युक्ते यद्गुणं प्रकृत्यां प्रकृत्याम् उत्पन्न गुण अस्ति तत् विषये तद् वदति वा, प्रकृतिजान् गुणान्? नाम तत्र अत्र विशेषणविशेषभावः तत्र भवति. तत्र प्रथमतया तत्र पुरुषः प्रकृतिस्थः, नाम प्रकृतिस्थः इत्युक्ते प्रकृत्यां स्थितः, प्रकृत्यां स्थितः. अच्छा, ओके, कोशस्थ, कोशस्थं पदम् इति जानीमः खलु, तादृशम् अत्र प्रकृतिस्थः पुरुषः कर्तृपदं भुङ्क्ते प्रकृतिजान् गुणान्, हा किं भुङ्क्ते गुणान् भुङ्क्ते कान् कीदृशगुणान् भुङ्क्ते हा प्रकृतिज गुणः प्रकृतिजः गुणः इदानीं कर्मपदं बहुवचने प्रकृतिजान् गुणान् भुङ्क्ते तत्र प्रकृतिस्तः ओके नाम तत्र प्रकृति मध्ये अस्ति पुरुषः तदा गुणान् गुणानां तत्र अनुभवः नाम भुङ्क्ते नाम अनुभवः तत्र एक्स्पीरियन्स् करोति अपि गुणः अपि तत्र प्रकृतिजन्याः गुणाः गुणाः करेक्ट् प्रकृतिजन्याः गुणाः करेक्ट् अपि अग्रे ओके गुणाः कारणं गुणसङ्गोऽस्य तद् सद् योनिजन्मसु सदसत् योनिजन्मसु कारणं गुणसङ्गोऽस्य अस्य अस्य तत्र अस्य गुणसङ्गः अस्य गुणसङ्गः अस्य तद् योनि योनिजन्मसु इत्युक्ते किं वदामि सदसत् योनिजन्मसु सत् सत् असत् ओके ओके असत् योनिजन्मसु नाम तत्र यदि तत्र सम्यक् सम्यक् जन्म तत्र कारणं कस्य कारणं तत्र गुणसङ्गः नाम अस्य अटाच्मेण्ट् टु द गुण गुणसङ्गः हा एव कारणमस्ति अस्तु कस्य कारणमस्ति तत्र यदि सः तत्र पुरुषः तत्र सम्यक् तस्य सम्यक् जन्म भवति नाम सुखमयजन्म जन्म वा अथवा दुःखमयजन्म अथवा तत्र अथवा अन्यरीत्या तत्र यदि तत्र किं वदामः सम्यक् अति अपि असम्यक् तत्र हा तत्र अन्यरीत्या गर्भे यत्र नाम जन्म इति एव नाम तत्र गर्भः गर्भः इति गर्भात् तत्र जन्म भवति नाम गुड् बर्त् और् ईविल् बर्त् इति ओके ओके अस्तु ओके सो सो सारांश किं किम् अस्ति तत्र हा पापमय तत्र पापमयजन्म पापमयं जन्म वा अथवा पुण्यमयं जन्म वा तत्र द्वयोः कारणमस्ति तत्र गुणस्य गुणसङ्गः गुणस्य तत्र गुणसङ्गः गुण अस्य कारणं गुणसङ्गः अटाच्मेण्ट् टु गुण अटाच्मेण्ट् टु गुण इस् वाट् कासेस् गुड् बर्त् आर् ईविल् बर्त् अच्छा ओके ओके सो पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान् गुणान् इत्युक्ते पुरुषः प्रकृतिस्थः तत्र प्रकृतिस्थः इत्युक्ते प्रकृतिपरिणामे देहे स्थितः इति भवति इति समीचीनं भगिनि किं भगिनि प्रकृतिपरिणामरूपेण यः देहः प्राप्तः तस्मिन् स्थितः पुरुषः हा पुरुषः प्रकृतिपरिणामे देहे स्थितः ओके अण्ड् प्रकृतिजान् गुणान् भुङ्क्ते हा प्रकृतिजान् गुणान् पुनः तत्र प्रकृतिसम्भवान् गुणान् अनुभवति सः तस्य देहः अपि प्रकृतिपरिणामः एव अपि च तदेव प्रकृत्या आगतानि गुणानि गुणान् सुखदुःखादि गुणानि प्रकृति सम्भवान् सुखदुःखादीन् अनुभवति तदसद् योनिषु योनिजन्मसु तत्र साधु असाधु योनि जननेषु इति गुणसङ्गः इत्युक्ते शब्दादिषु विषयेषु तत् ज्ञानसाधनेषु इन्द्रियेषु वा आसक्तिः तत्र गुणसङ्गः इत्युक्ते शब्दादिषु विषयेषु इत्युक्ते ओल्लि मेटर्स् विषयः इत्युक्ते तत्र बिलाङ्गिङ्ग् टु ओल्लि मेटर्स् इति स्वीकृतम् अस्ति. तत् ज्ञानसाधनेषु इन्द्रियेषु वा आसक्तिः. अच्छा, इत्युक्ते प्रकृति जान् गुणान् इत्युक्ते दट् कुड् बि गुड् गुण, दट् कुड् बि बेड् गुण, अण्ड् वन्स् ही गेट्स् अटाच् टु दीस् गुणस् दि बर्त् द कास् आफ़् बर्त् क्यापन्स् इन् गुड् मने गुड् वाट् यु काल् गुड् बर्त् आर् बेड् बर्त्. इट् आल् डिपेण्ड्स् आन् द गुण, द कारणं गुणसङ्ग अस्य अस्य अस्य. सो द गुणसङ्गः इस् द रीसन् फार् a good birth or a evil birth. तत्र अन्वयमपि पठामि. पुरुषः हि प्रकृतिस्थः प्रकृतिजान् गुणान् भुङ्क्ते अस्य सद् असद् योनि जन्मसु गुणसङ्गः कारणम्. यथा भवती उक्तवती करेक्ट् भगिनि. अग्रे समीचीनं, धन्यवादः भगिनि. अस्तु, समिद्धः योग अग्निः, समिद्धः योग अग्निः, अत्रापि उकारः आगच्छति, समिद्धः योग उकार योग अग्निः, तदा समिद्धो अग्नि भवति, समिद्धोऽग्नि. हा, तत्र समिद्धो अग्नि, समीचीनं महोदय. समिद्धोऽग्नि सप्तत्रिंशत् चतुर्थाध्याय त्रिंशत् श्लोकः अस्ति. अत्र किमस्ति, यथैधांसि समिद्धोऽग्निर्भस्मात् कुरुते अर्जुन, ज्ञानाग्निः सर्वकर्माणि भस्मात् कुरुते तथा. अत्र भगवान् अर्जुनस्य कृते वदति, यथा एधांसि समिद्ध अग्नि यथा एधांसि अग्नि भस्म करोति, तथा ज्ञानाग्निः सर्वकर्माणि भस्म सात् कुरुते तथा. यथा यधांसि भस्म करोति तथा ज्ञानाग्निः अपि सर्वकर्माणि भस्म करोति. सर्वकर्माणि कर्माणि तत्र तेषां नाशः भवति, नाम कर्माणां नाशः भवति तत्र ज्ञानाग्निना इति. एधांसि तत्र एधांसि नाम फ्युवल्. तत्र सर्वकर्माणि केवलं सर्वकर्माणि, सम्यक् कर्माणि अपि नाशं भवति, दुष्कर्माणि अपि सर्वं. सत्यं महोदय, नाम तत्र कस्यापि कर्मणः फलं न भवति तत्र, तदा कर्म इति एव न तत्र तिष्ठति. हा, सर्वं तत्र सर्वं नष्टं भवति. ज्ञानाग्नि करोति ज्ञानाग्निः नाम तत्र यथा पूर्वं वयं पठितवन्तः खलु महोदय नाम तत्र जन्म अस्ति चेत् मृत्युः मृत्युः अस्ति चेत् पुनः जन्म इति तर्हि तत्र मुक्तिः नाम किं तर्हि तत्र यत्र कर्म अस्ति चेत् फलं भवति एव तर्हि तत्र मुक्तिः कदा भवति यत्र किमपि कर्म नास्ति तत्र ज्ञानस्य ज्ञानेन तत्र मुक्तिः प्राप्यते नाम तत्र सर्वं यत्किमपि कर्म अस्ति तस्य भवति तदा मोक्षः भवति मोक्षः नाम तदा तत्र एतत् कृतम् एतद् अकृतम् इति किमपि न भवति इति तत्र किं हा तादृशं नाम तत्र किमपि नास्ति तत्र सम्यक् कर्म अथवा दुष्कर्म सर्वं तत्र सर्व किमपि न नाशं हा सर्वं न नष्टः भवति अस्तु समीचीनं हा अस्तु अग्रे तर्हि निवेदितभगिनी धन्यवादः महोदय धन्यवादः इतरः अधिकं जनः इतरो जनः अत्र विसर्गात् पूर्वम् अकारः विसर्गात् अनन्तरं हश्वर्णः अस्ति अत्र अतः विसर्गस्य उकारः भवति रेफ् मध्ये अकारः अस्ति अकार उकारयोः ओकारः भवति तृतीयाध्यायः एकविंशतिः यद्यदाचरति श्रेष्ठस्तत्तद्देव देवेतरो जनः स यत् प्रमाणं कुरुते लोकस्तदनुवर्तते यत् यत् यत् आचरति श्रेष्ठः तत्तत् तत्तदेव इतरो जनः यत् सः यत् प्रमाणं कुरुते लोकः तदनुवर्तते तस्य अनुसरणं करोति श्रेष्ठः मनुष्यः यस्य आचरणं करोति अन्ये जनाः केवलं तेषाम् एव आचरन्ति नाम ते सर्वे तत्र अनुगच्छन्ति अनुसरन्ति नाम श्रेष्ठः यत् यत् आचरति इतरः जनः अपि तत् तदेव आचरन्ति नाम तदेव तत्र अनुसरन्ति नाम तत्र अतः यत् प्रमाणं कुरुते सः यत् प्रमाणं कुरुते नाम किं यत् प्रमाणं कुरुते नाम तत्र यत् सत्यम् इति सः मन्यते यत् करणीयं तत्र यत् यस्मिन् तत्त्वे तस्य विश्वासः अस्ति अथवा यत् सः अनुसरति नाम तत्र श्रुतिवाक्यं वा अथवा श्रुतिग्रन्थं वा अथवा आचरः एतादृशः एव भवेत् तत्त्वानुसारं वा तत्त्वानुसारं यत् सः श्रेष्ठः तत्र अङ्गीकरोति अथवा यस्मिन् विषये तस्य विश्वासः दृढविश्वासः अस्ति तदेव तत्र अन्ये जनाः अपि तं दृष्ट्वा ओ अस्तु तथैव वयमपि अस्माकमपि जीवनं भवेत् इति कृत्वा ते अपि अनुसरन्ति जनाः अपि तस्य अनुसरणं कुर्वन्ति तत्र प्रमाणं नाम तत्त्वं वा अथवा तत्र किं यस्मिन् स्तरे मर्यादानुसारं शास्त्रानुसारं यादृशं तत्र तत्त्वम् अथवा जीवनं भवेत् नाम तत्र तेषां तत्त्वानां पालनम् अस्माकं जीवने भवेत् इति. अर्थात् ये श्रेष्ठाः सन्ति उसके ऊपर बहुत जिम्मेदारी रहती है ना. सत्यम भगिनी सत्यम. वे ऐसा वैसा आचरण नहीं कर पाएंगे. उनका अनुसरण बाकी लोग करते हैं. अतएव तत्र ते वदन्ति पुरातनकाले तत्र गुरुः इति स्थानं तत्र सुलभतया न कोऽपि प्राप्नोति गुरुस्थानं खलु. जैसे हम कहते हैं कि जैसे माता पिता वैसे बच्चे, जैसे गुरु वैसे. तादृशं तादृशं गुरुः अपि तादृशं श्रेष्ठः नाम तत्र यथा भवती उक्तवती तत्र उत्तरदायित्वम् अस्ति तत्र नाम तत्र श्रेष्ठाः उत्तमरीत्या तत्र जीवन जीवन्ति चेत् अन्ये जनाः अपि तत्र अनुसरणं कुर्वन्ति. अतः एव तत्र रोल् माडल् तत्र आवश्यकम्. उदाहरणं श्रेष्ठम् उदाहरणम् आवश्यकम् इति. अस्तु समीचीनम्. तर्हि तत्र यद्यद् आचरति श्रेष्ठः तत्र एव इतरो जनः च आचरन्ति तत्तद् एव इतरो जनः अपि आचरन्ति. तत्र जनः इति एकवचने आचरति जनः इतरः जनः एकवचने एव अस्ति. सः यत् प्रमाणं कुरुते लोकः तद् अनुवर्तते. वही मानदण्डः है वैसा समझ कर उसका अनुसरण करते. समीचीनं भगिनि. तत्र प्रमाणं नाम मानदण्डः इति. समीचीनं भगिनि. तदेव तत्र स्टाण्डर्ड् इति. तदेव तत्र तत्त्वं तत्तादृशम् इति. उत्तमं भगिनि. तत्र मानदण्डः इति उक्तवती खलु. समीचीनं भगिनि. प्रमाणं नाम तादृशम् एव. अस्तु समीचीनम्. अग्रे तर्हि तत्र शुभ भगिनि अग्रे. आं महोदय. अग्रे श्रेयोनुपश्यामि इति श्रेयः योगः अनुपश्यामि. तत्र श्रेयः विसर्गात् प्राक् अकारः. तर्हि अकारात् परम् अतिहसि च उत्वम् इति अति अस्ति. अनुपश्यति अत्वर्णः. तर्हि तत्र उकारः भवति श्रेयु इति भवति. योगः अनुपश्यति. तदनन्तरं गुणः भवति श्रेयो इति भवति. अनुपश्यति. तदनन्तरं पूर्वरूप एकादेशः पूर्वपररूप एकादेशः. श्रेयोनुपश्यति पश्यामि क्षम्यता श्रेयोनुपश्यामि इति अन्तिमरूपं. तत्र श्रेयः अनुपश्यामि इति अस्तु. प्रथमाध्याये एतत् पठितवन्तः वा न स्मरामि. तत्र एकं भागं पठितवन्तः. तत्र वेदभगिनी पठितवती अतः तत्र केवलं अर्धभागं पठित्वा. अस्तु अस्तु महोदय. तत्र न च श्रेयोनु पश्यामि इति आरम्भे एव अस्ति अयं पदं. न च श्रेयोनु पश्यामि हत्वा स्वजनमाहवे स्वजनम् आहवे वा स्वजनमाहवे. न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च इति. तर्हि तत्र न च श्रेयोनु पश्यामि इति अस्ति अस्माकं समस्तपदं. तर्हि तत्र किं न च श्रेयः अनुपश्यामि स्वजनं हत्वा तत्र आहवे इति कथं भवति. युद्धे युद्धः युद्धे अस्तु अस्तु आहवे. तर्हि आहवे स्वजनं हत्वा श्रेयः भवति इति न पश्यामि, भवति इति न पश्यामि, हा न च न च इत्युक्ते पूर्वमपि किमपि उक्तवान् आसीत् अतः तत्र च इति आगतं, न च तर्हि अपि च न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च, तर्हि तत्र सर्वत्र इदानीं न काङ्क्षे एतत् एतत् इति वदति, तर्हि आहवे इत्युक्ते युद्धे स्वजनं हत्वा न श्रेयः अनुपश्यामि न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च इति अतीव त्यागभावेन वदति इदानीं इत्युक्ते किमपि मास्तु इति किम मम कोऽपि आकाङ्क्षा नास्ति यत् युद्धे विजयं प्राप्त्वा आगमिष्यति तस्मिन् मया किञ्चिदपि आसक्तिः नास्ति तर्हि युद्धं न करोमि इति इदानीमपि वदन् अस्ति समीचीनं भगिनि तथैव धन्यवादः धन्यवादः इदानीम् अग्रे अग्रे तर्हि वेदभगिनी अग्रे दिशः द्रवन्ति तत्र विसर्गस्य पूर्वमकार परे हश्वर्णास्ति इति कारणतः तत्र हसि च इति सूत्रेण विसर्गस्य स्थाने उकार आयाति अकार उकारयोगो तत्र गुण भूत्वा दिशो द्रवन्ति इति रूपं प्राप्नुमः तत्र दिशो दिशो द्रवन्ति लेवेन्त् अध्याये वा एकादश अध्याये षष्टि त्रिंशत्तमं सूत्रं षट्त्रिंशत्तमं सूत्रम् अस्ति अर्जुन उवाच तानि ऋषिकेश तव प्रकीर्त्या जगत् प्रहृष्यत्यनुरज्यते च रक्षांसि भीतानि दिशो द्रवन्ति सर्वे नमस्यन्ति च सिद्धसङ्घाः अर्जुन उवाच ताने ऋषिकेश तव प्रकीर्तया योर् प्रकीर्ति योर् प्रकीर्ति इत्युक्ते योर् वैभवम् इति वा सत्यं भगिनि ताने इत्युक्ते हर् हर्स् एवरि एव्रिवेर् इति वार्ते वा मां न जानामि किम् अस्ति स्थाने अत्र अस्ति स्थाने ऋषिकेश सम्बोधनं तव प्रकीर्त्या जगत् प्रहृष्यति अनुरज्यते च जगत् प्रहृष्यति तव प्रकीर्त्या इत्युक्ते तव प्रभावेन जगत् इत्युक्ते सर्वे जनाः प्रहृष्यते अपि च अनुरज्यते दे आर् हेपि प्रकृष्यते अपि अनुरज्यते इस् लिविङ्ग् हेपिलि अनुरज्यते अनुरज् रज् इत्युक्ते नाम रञ्जनं प्रायशः तत्र नुम् इत्यस्य लोपः इति मन्ये रज्यते कस्य रञ्जनम् इति इत्युक्ते मनोरञ्जनम् इति अस्ति करेक्ट् करेक्ट् रज्यते तत्र अनुरज्यते नाम प्रकीर्तिं प्रकीर्तिं श्रुत्वा तत्र प्रकृत्या इति प्रकीर्त्या इत्युक्ते अनुरज्यते नाम तत्र प्रकीर्तिः प्रकीर्तिः यास्ति तां श्रुत्वा तत्र मनोरञ्जनं भवति नाम तत्र आनन्देन आनन्दः भवति तत्र आनन्देन आनन्देन स्थाने इत्युक्ते किं महोदय तत्र स्थाने स्थाने केश तत्र स्थाने इति प्रायशः तत्र समीचीनम् अस्ति इति समुचितम् इति दत्तं महोदय किम् उक्तं समुचितं अस्तु okay okay hmm. So the entire universe is happy and enjoying your kirti uchitam tam uchitam va kim vadati vadati bagini uchitam samuchitam samuchitam okay samuchitam tasya anandam anandasya kim vadati lokam etadrisham karoti iti लोकं लोके एतत् सर्वं भवति नाम तत्र प्रकृतेः तत्र प्रकृत्या प्रकृत्या तत्र आनन्दः भवति अपि जनाः तत्र प्रहृष्यन्ति इति तद् समुचितमस्ति तत्र विश्वरूपदर्शने अस्ति एतत् एषः श्लोकः अतः तत्र समुचितम् इति प्रथममेव आगच्छति समुचितं हे ऋषिकेश इति जगत् प्रहृष्यति अनुरज्यते तव प्रकीर्त्या इति भवति तत्र बिकास् आफ् युर् प्रकीर्ति दिस् इस् एण्टैर् वर्ल्ड् आर् एण्टैर् यूनिवर्स् इस् हेपि अण्ड् एन्जाय् रक्षान्ति भीतानि दिशोद्रवन्ति दिशोद्रवन्ति तदेव पदं दृष्टवन्तः दिशो द्रवन्ति रक्षान्ति राक्षसास् और् भीतानि भयेन भयेन दिशां द्रवन्ति इत्युक्ते दिशां द्रवन्ति इत्युक्ते टु रन् अवे इति वा तेन धातु किम् अस्ति तत्र उपद्रव इति प्रायशः रक्षा द्रव द्रवन्ति इत्युक्ते रन् इति एव भगिनि ओके भीतानि भयेन दिशायां द्रवन्ति सर्वे नमस्यन्ति च सिद्धसङ्गाः यद् यद् सिद्धसङ्गेन यद् महापुरुषः अस्ति सिद्धसङ्गाः इत्युक्ते महापुरुषाः यः तत्र सिद्धसङ्गाः नाम तेषां तत्र समूहः समूहः हा एक केवलम् एकः नास्ति किन्तु तत् नास्ति समूहः समूहः सिद्धानां समूहः सर्वे नमस्यन्ति च ते सर्वे तं नमस्यन्ति हा भगवन्तं भगवन्तं नमस्कुर्वन्ति महोदय तत्र रक्षांसि इति प्रथमविभक्त्यां किं भवेत् किं किं महोदय रक्षांसि एकवचने वा रक्षसि तत्र बहुवचने अस्ति तर्हि मनसि मनांसि वत् किन्तु नपुंसकलिङ्गे सत्यं भगिनि न न नपुंसकलिङ्गे भगिनि नपुंसकलिङ्गे वा आमां राक्षसः इति नपुंसकलिङ्गे भवति वा न न राक्षसः इति पुल्लिङ्गे किन्तु एतत् रक्षस् इति अन्यत् पदम् न एतत् राक्षसस् राक्षस न तत्र अर्थः तादृशम् अर्थः राक्षसः पदं नपुंसकलिङ्गे ओ अस्तु इत्युक्ते मित्रं वत् मित्रम् इत्युक्ते नपुंसकलिङ्गे किन्तु पुंलिङ्गे अपि भवति स्त्रीलिङ्गे अपि भवति रक्षांसि इत्युक्ते राक्षसाः बहुवचनं तत्र रक्षस् रक्षस् रक्षस् तर्हि रक्षस् किं रक्षः रक्षसि रक्षांसि इति भवति खलु रक्षः रक्षसि रक्षांसि ओके रक्षांसि अपि तत्र नपुंसकलिङ्गं पदम् अस्ति इति जानीमः यतोहि अग्रे अस्ति भीतानि इति खलु भीतानि सत्यं अतः तत्र विशेषणं नाम रक्षांसि इति पदस्य विशेषणं भीतानि तर्हि तत्र कर्तृपदं बहुवचने प्रथमविभक्त्यां भीतानि भीतानि द्रवन्ति भीतानि रक्षांसि द्रवन्ति इति अस्ति अस्तु धन्यवादः हा समीचीनं भगिनि धन्यवादः तर्हि तत्र समीचीनं तत्र समयोऽपि जातः तर्हि तत्र प्रार्थनाम् उक्त्वा विरमामः तर्हि तर्हि तत्र नरेशमपि अन्ते शान्तिमन्त्रं वदति वा ॐ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु कश्चित् दुःखभाग् भवेत् ॐ शान्ति शान्ति शान्तिः हरिः ॐ श्रीगुरुभ्यो नमः हरिः ॐ धन्यवादः धन्यवादः नमस्कारः धन्यवादः धन्यवादः नमस्कारः नमस्कारः